गुरुब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। हनुमानखण्डे स्मः। नमस्ते महोदय। हा नमस्कारः। अस्तु, तर्हि एतावत्पर्यन्तम् अस्माभिः किं किं दृष्टम् इति संक्षेपतः किञ्चित् वदामि, एतत् सर्वं मनसि भवेत्। प्रथमं तत्र अनुमानम् इति पदस्य व्युत्पत्तिः कथं जायते, अनुमितिः इति पदस्यापि व्युत्पत्तिः कथं जायते, तत्र अनु इति पदस्य को अर्थः इति अस्माभिः दृष्टम्। तर्हि अनुमानम् इति प्रमाणं, प्रमाणस्य रूपमस्ति ज्ञानं, परामर्शज्ञानम् एव प्रमाणम्। अत्र अनुमानम् इति पदेन परामर्शज्ञानम् अवगन्तव्यम्। परामर्शज्ञानं तु पक्षधर्मताज्ञानम् अपि च अत्र हेतौ विद्यमानव्याप्तिज्ञानम्। उभाभ्यां ज्ञानाभ्यां परामर्शज्ञानं जायते, परामर्शज्ञानेन अनुमितिः इति ज्ञानं जायते इति अस्माभिः अधीतं। तत्र पक्षः, साध्यं, हेतुः इति पारिभाषिकशब्दाः, अपि च व्याप्तिः इति अपि शब्दः अस्ति। तत्र व्याप्तिशब्द अवगमने पदस्वभावम् आदाय व्याप्तिपदार्थनिरूपणम् इत्यस्मिन् विषये अस्माभिः पठितं। तत्र प्रत्येकं पदस्य प्रत्येकपदेन अत्र बहवः अर्थाः उक्ताः भवन्ति इति। एकनिमिषम्। अस्तु, तर्हि प्रत्येकं पदं श्रुत्वा तत्र पदं बोधकः भवति, भावविषयाः बोध्याः भवन्ति, तयोः मध्ये पदार्थयोः मध्ये बोधकबोध्यसम्बन्धः अस्ति। तर्हि बोधकता पदे, बोध्यता पदार्थे इति। तत्र केषाञ्चन पदानाम् अत्र उदाहरणार्थं घटः इति पदं स्वीकुर्मश्चेत् तत्र त्रयः विषयाः बोध्यन्ते इति अस्माभिः अधीतम्। स्वर्ग इति पदेन चत्वारः अर्थाः बोध्यन्ते, पुष्पवन्तः इति पदेन, तदनन्तरं गमनम् इति पदेन, एवं व्याप्तिः इति पदेन पञ्चविषयाः बोध्यन्ते इति अस्माभिः अधीतम्। तदनन्तरं परामर्शः इति पदेन, नो चेत् अत्र परामर्शज्ञाने सप्तपदार्थाः बोध्यन्ते, सप्तविषयाः बोध्यन्ते इति अपि अस्माभिः अधीतम्। तत्र परामर्शे अत्र कथं भवति इति चेत्, तत्र मुख्यप्रकारः एकः भवति, मुख्यविशेष्यः अन्यः भवति, मध्ये ये पदार्थाः सन्ति ते सर्वे विशेष्यः अपि च प्रकारः उभयमपि इति अपि अस्माभिः अधीतम्। तदनन्तरं तत्र सम्बन्धस्य प्रकारता अवच्छेदकत्वम् अपि अस्माभिः अधीतम्। तदनन्तरम् अत्र अनुमितिः, अनुमितिं प्रति आगतं। तत्र द्वैविध्यं, स्वार्थानुमानं, परार्थानुमानं, स्वार्थानुमितिः, परार्थानुमितिः इति अस्माभिः पठितम्। तत्र स्वार्थ अनुमान अनुमिति उत्पादः कथं भवति इति अस्माभिः अधीतं। तत्र प्रत्यक्षज्ञानेन, प्रत्यक्षेन, प्रत्यक्षप्रमाणेन हेतुज्ञानं भवति, पक्षे हेतुज्ञानं भवति, पर्वतः, धूमवान् इत्याकारकम्। तदनन्तरं स्मरणेन व्याप्तिज्ञानं भवति, साध्य अभावत् अवृत्तित्वम् इति ज्ञानं स्मरणेन भवति। तदनन्तरम् उभाभ्यां पक्षधर्मताज्ञानेन व्याप्तिज्ञानेन च परामर्शज्ञानं जायते, तदेव अनुमानज्ञानं। तदनन्तरम् अनुमानज्ञानेन अनुमितिज्ञानं जायते, तदेव साध्यसाक्षात्कारः। यद्यपि अग्निः अस्माकं पुरतः नास्ति, परम् अपि साक्षात्कारः भवत्येव इति अस्माभिः अधीतम्। तदनन्तरं परार्थानुमानं, तत्र परार्थानुमाने अधिकारी कः इत्यस्मिन् विषये अपि अस्माभिः चिन्तितम्। यः अत्र ज्ञातुम् इच्छति, इत्युक्ते तत्र पञ्च अवयववाक्यानि भवन्ति इति अस्माभिः अधीतं, तत्र पर्वतः वह्निमान् इति प्रथमं वाक्यं, तस्य वाक्यस्य नाम अस्ति प्रतिज्ञा इति। अस्तु, तर्हि पर्वतः वह्निमान् इति यदा श्रूयते तदनन्तरम् आकाङ्क्षा यस्मिन् न जायते, किमर्थं पर्वते पर्वते वह्निः न दृश्यते, किन्तु कथं वा तेन उक्तम् इति आकाङ्क्षा यस्मिन् न जायते, सः अधिकारी नास्ति परार्थानुमानं प्रति। अपि च यस्मिन् पूर्वमेव पर्वते वह्निः अस्ति इति निश्चयज्ञानं, समीचीनज्ञानं, प्रमात्मकज्ञानं यस्मिन् अस्ति सः अपि अधिकारी नास्ति। अपि च यस्मिन् विपरीतनिश्चयमस्ति, पर्वते वह्निः निश्चयेन नास्ति इति भ्रमज्ञानं, विपरीतज्ञानमस्ति समीचीनज्ञानं नास्ति, तथापि तादृशज्ञानं यस्मिन् अस्ति सः अधिकारी नास्ति इति अस्माभिः अधीतं। तर्हि परार्थानुमाने अधिकारी कः इति चेत् पर्वतः वह्निमान् इति प्रतिज्ञावाक्यं श्रुत्वा अत्र साध्यसाधकः कः, अत्र हेतुः कः इति आकाङ्क्षा यस्मिन् अस्ति सः अधिकारी भवति परार्थानुमानं प्रति। अपि च यस्मिन् संशयज्ञानमस्ति, पर्वते वह्निः अस्ति वा न वा इति संशयज्ञानं यस्मिन् अस्ति सः अधिकारी भवति। अपि च यद्यपि विपरीतज्ञानं, पर्वते वह्निः नास्ति इति ज्ञानं यस्मिन् आसीत्, किन्तु तदनन्तरं तादृशविपरीतज्ञानं येन जातं तस्य निराकरणम् अभवत् चेत्, इत्युक्ते दुष्टचक्षुषा मया दृष्टं, नो चेत् अनाप्तेन एतादृशम् उक्तम् इति विपरीतनिश्चयस्य निराकरणं, निश्चयत्वे निराकरणं यदा जायते, विपरीतनिश्चयस्य निश्चयत्वस्य निराकरणं यदा जायते, तादृश अपि परार्थानुमाने अधिकारी भवति इति अवगतम्। तदनन्तरं प्रतिज्ञा, प्रतिज्ञा इति मया उक्तं पूर्वमेव, पक्षः साध्यवान्, पर्वतः वह्निमान् इति प्रतिज्ञावाक्यं, तच्छ्रुत्वा श्रोतरि किं जायते इति चेत् पर्वते वह्निः अस्ति इति शाब्दबोधः जायते, अपि च आकाङ्क्षा अपि जायते, साध्यस्य साधकः कः इति आकाङ्क्षा जायते। तदर्थम् आकाङ्क्षायाः शमनार्थं द्वितीयवाक्यं वक्तव्यं, तदेव हेतुवाक्यं, किं धूमत्वात्, धूमवत्वात्, नो चेत् धूमात् इति उभयता वक्तुं शक्यते, धूमवत्वात् अपि च धूमात् इति उभयता वक्तुं शक्यते, उभयमपि पुस्तके लिखितमस्ति, उभयमपि साधुः। अस्तु, तर्हि इदानीं हेतुवाक्यम् उक्तम्, हेतुवाक्यं श्रुत्वा श्रोतरि किं जायते, तर्हि प्रतिज्ञावाक्यं श्रुत्वा श्रोतरि यः परार्थानुमानं कर्तुम् अधिकारी अस्ति तस्मिन् आकाङ्क्षा जायते, परार्थानुमानं अत्र हेतुः कः इति ज्ञातुम् आकाङ्क्षा जायते। तदनन्तरं द्वितीयवाक्यं, हेतुवाक्यं श्रुत्वा धूमवत्वात् धूमात् इति वाक्यं श्रुत्वा श्रोतरि हेतोः पक्षधर्मताज्ञानं जायते, धूमात् पर्वतः वह्निमान् इति उक्त्वा तदनन्तरं धूमात् इति उक्तत्वात् धूमः कुत्र अस्ति पर्वते अस्ति इति पक्षधर्मताज्ञानं जातं हेतुं श्रुत्वा श्रोतरि हेतोः पक्षधर्मताज्ञानम् अभवत्। तदनन्तरम् उदाहरणं तृतीयवाक्यं यथा महानसम्। तर्हि यथा महानसम् इति उदाहरणं श्रुत्वा श्रोतरि किं जायते इति चेत् हेतुसाध्ययोः मध्ये व्याप्तिज्ञानम् इत्युक्ते न व्याप्यव्यापकज्ञानं हेतुसाध्ययोः मध्ये व्याप्यव्यापकज्ञानं जायते इत्युक्ते हेतौ विद्यमानव्याप्तिज्ञानं जायते उदाहरणं श्रुत्वा यथा महानसम्। तदनन्तरम् उपनयं तथा च अयम् इति उपनयम्। तत्र तथा इति ताल्प्रत्ययेन आश्रयत्वं बोध्यम्, अयम् इत्यनेन पक्षः बोध्यः इति उक्तम्। तर्हि उपनयं तथा च अयम् इति वाक्यं श्रुत्वा श्रोतरि गुणद्वयविशिष्टहेतुज्ञानं जायते। हेतौ द्वौ गुणौ स्तः, तस्मिन्नेव विषये इदानीं पाठः अग्रे गच्छति। कथं वा एतावत्पर्यन्तम् आगतम् इति पुनःस्मरणार्थम् एतत् सर्वं मया उक्तम्। अस्तु, तर्हि उपनयवाक्यं श्रुत्वा तथा च अयम् इति वाक्यं श्रुत्वा श्रोतरि किं ज्ञानं जायते इति इदानीं पाठः। अस्तु, एतावत्पर्यन्तं प्रश्नाः सन्ति वा? एतादृशमानचित्रं सर्वेषां मनसि भवेत्, तदा एव अनुमितिखण्डस्य सम्यक् ज्ञानं भवति। अस्तु, अग्रे गच्छेम। तर्हि एक अधिक द्विशततमपुटे हेतोः द्वौ गुणौ ततः पठनीयम् अद्य। अस्तु, महोदय मध्ये आरब्धमिच्छति वा? आम् महोदय, तस्य पूर्वे वयं पठितवन्तः वा द्विशततमपुटे अन्तिमपरिच्छेदः अपि च? पठितम् इति मया स्थापितम्, अन्येषां तत्रैव मया टिप्पणी लिखिता। अस्तु, परन्तु कारणम् अस्तु, यदि यदि वर्षाभगिनी किं पठितं वा? महोदय, परन्तु कारणस्य तत्रैव, परन्तु कारणस्य अपरयम् अपरयं विशेषः इति। कुत्र अस्ति? द्विशततमपुटे चित्रसङ्ख्या 144 तस्य उपरि परिच्छेदे। ओ, ततः पठनीयं वा? अहं मन्ये आमामामामां सत्यं सत्यं सत्यम् आमामां तत्र न, परन्तु तत् तत् पठितं, तत्रैव मया स्थापितमासीत्। तत् पठितं, तत् परिच्छेदं। अत्र किं जातम्, अत्र थाल् प्रत्ययः अस्ति खलु, तथा च अयम् इत्यत्र थाल् प्रत्ययः अस्ति। थाल् प्रत्ययस्य अर्थः आश्रयत्वम् इति उक्तं। तत्र पञ्चमाध्यायस्य तृतीयपादे एकं सूत्रमस्ति, प्रकारवचने थाल् इति, तस्य सङ्ख्या मया लिखितमासीत् 5-3 इति। तत्र ततः किञ्चित् भ्रमः जातः। अस्तु, आम्, तत्र परन्तु कारणत्वे अपरः अयं विशेषः इति तावत् पठितं, किन्तु ततः पूर्वं पठेम, पुनः पठेम। अस्तु, परन्तु कारणत्वे अपरोऽयं विशेषः, तत्र कार्योत्पत्तेः पूर्वकाले कारणेन भाव्यं, व्यापकत्वे तु कालविचारः नास्ति इति कारणत्वस्य व्यापकत्वस्य च भवति विवेकः, तदेतत् व्यापकत्वं सम्प्रति चित्रदृष्ट्या पश्यामः। अस्तु, अत्र कार्यकारणभावस्य विषये वयं चिन्तनं कुर्मः, तत्र कारणत्वविषये किञ्चित् अपि विशेषः अस्ति। अत्र वयं जानीमः कारणं तु कार्योत्पत्तेः पूर्वकाले भवेत्, परन्तु व्यापकत्वे यदा विचारः कुर्मः तत्र व्यापकस्य कालविचारः नास्ति, इत्युक्ते पूर्वे भवेत् वा परं भवेत् वा इति कालविचारः तत्र नास्ति व्यापकत्वे, इति कारणत्वस्य व्यापकत्वस्य च भवति विवेकः. विवेकः इत्युक्ते भेदः वा? सत्यम्. अस्तु, तर्हि कारणत्व अपि च व्यापकत्वयोः मध्ये तदेव भेदः. तत्र व्यापकत्वे कालविचारः नास्ति, परन्तु कारणत्वे वयं जानीमः तत्तु कार्योत्पत्तेः पूर्वकाले भवेत् इति अस्ति. तदेतत् व्यापकत्वं सम्प्रति चित्रदृश्या पश्यामः. अत्र चित्रम् अस्ति, अधिकरणे धूमः अस्ति, तत्र घटाभावस्य वृत्तिः अपि अस्ति अधिकरणे. तद्घटाभावः निरूपितप्रतियोगिता घटे अस्ति, अपि च प्रतियोगिताश्रयभन्यभावः इति अस्ति. तर्हि अग्रिमपरिच्छेदे अस्ति एव प्रतियोगिताश्रयवन्यभावः इति न समीचीनम् अत्र. अस्तु, प्रतियोगिताश्रयवन्यः, परन्तु प्रतियोगिता आश्रयः वन्यः, प्रतियोगिता कुत्र अस्ति? किन्तु प्रतियोगिता इति चिन्तनं यदा अभावस्य चिन्तनं कुर्मः तदा एव खलु? तदैव, तदा एव. तर्हि अनेन चित्रेण किं वक्तुमिच्छति आचार्यः ग्रन्थकारः? व्यापकत्वस्य अपि च कारणत्व इत्यनयोः मध्ये भेदः कः इति, अथवा व्यापकत्वम् इत्युक्ते इत्यस्य अर्थे इत्युक्ते किम् इति एव अत्र चित्रेण दर्शितम्. तर्हि सम्यक्तया न अवगच्छामि चित्रेण किं अहं चिन्तयामि. अग्रिमपरिच्छेदे लिखितमस्ति वा? न, भवितुमर्हति, किन्तु भवता अत्र वक्तुं शक्यते. अत्र चित्रं दृष्ट्वा भवान् किम् अवगच्छति? अत्र अधिकरणे धूमः अस्ति इत्युक्ते तत्र पर्वते धूमः अस्ति इति अस्ति. तस्मिन्नेव अधिकरणे घटाभावः अपि अस्ति, इत्युक्ते घटाभावस्य वृत्तिः तदेव अधिकरणे अस्ति. अत्र घटाभावस्य प्रतियोगिता घटे अस्ति, सा प्रतियोगिता प्रतियोगिताश्रयवह्निः अस्ति. प्रतियोगिता अभावः वह्नौ भवेत् इति. ओ अस्तु, हा तर्हि हा तर्हि या प्रतियोगिता घटाभावे घटाभावनिरूपितप्रभावे प्रतियोगिता यदा कदापि न भवति, न भवति. हा, प्रतियोगिता घटे अथवा पटे अथवा यत्किमपि पदार्थे अस्ति, सा प्रतियोगिता याः अभावः वह्नेः अपि अस्ति इति आगच्छति. तर्हि धूमः व्याप्य भवति, वह्निः व्यापकं भवति इति तत्र निरूपितं, परन्तु स्पष्टतया चित्रेण कथं जानीमः इति सम्पूर्णतया न. वस्तुतः एतत् चित्रं सामान्यतया वयं वदामः खलु, यत्र यत्र धूमा यत्र यत्र वन्दीयभावः तत्र तत्र धूमाभावः इति व्यतिरेकवाक्यमस्ति खलु. तद्व्यतिरेकवाक्यम् अत्र चित्ररूपेण प्रदर्शितम्. किन्तु अत्र किञ्चित् विपरीतरीत्या प्रदर्शितं, किम् इति चेत् हेतुः यस्मिन् अधिकरणे अस्ति तस्मिन् अधिकरणे बहवः अभावाः भवितुम् अर्हन्ति, किन्तु तेषु अभावेषु साध्य अभावः अन्यतमः न भवेत्. अस्तु, अत्र घटाभावः अपि अस्ति तस्मिन्नेव अधिकरणे, पर्वते धूमस्य अधिकरणं पर्वतः, पर्वते बहवः अभावाः सन्ति, घटाभावः पटाभावः इति बहवः अभावाः सन्ति, किन्तु तादृश अभावेषु बहुषु अभावेषु वह्नि साध्य अभावः अन्यतमः न भवेत्। ओ आम् आम् सत्यं सत्यं तत्र हा साध्याभावः तु तत्र न भवेत्, साध्यं एव अस्ति। तर्हि अत्र कथं लिखितमस्ति इति चेत् धूमः यस्मिन् अधिकरणे अस्ति तस्मिन् अधिकरणे बहूनाम् अभावानां वृत्तिः अस्ति। तर्हि अभावेषु वृत्तित्वम् अस्ति, बहूनाम् अभाव बहुषु अभावेषु तत्र वृत्तित्वमस्ति, पर्वतनिष्ठवृत्तित्वम्। सत्यं सत्यं हा इति अस्ति। तर्हि तत्र अभाव तर्हि अत्र एकम् अभावं स्वीकृतं घटस्य अभावः इति, घट अभावनिरूपित प्रतियोगिता घटे भवेत् किन्तु तादृश अभावः वह्नौ न भवेत्। हा सत्यं तदेव अत्र उक्तं, तादृश अभावः वह्नौ न भवेत् इति वा। हा इत्युक्ते अधिकरणे बहवः अभावः सन्ति खलु, प्रत्येकम् अभावस्य प्रतियोगी भवेत्। सत्यं तर्हि वह्नौ विद्यमान बहूनां अभावानां प्रतियोगी बहवः भवेत्। सत्यं किन्तु किं न भवेत् इति चेत् वह्निः न भवेत्, साध्यं प्रतियोगी न भवेत्। सत्यं सत्यं इत्युक्ते वह्नौ प्रतियोगितायाः अभावः भवेत्। सत्यं बुद्धं खलु, अधुना बुद्धम्। अत्र घटाभावः अस्ति पटाभावः अस्ति, तर्हि ते सर्वे अभावाः अभावानां प्रतियोगिता घटे अस्ति अथवा पटे अस्ति, परन्तु तत्र घट वह्नि अभावः न भवेत्, अतः तादृशप्रतियोगिता पर्वते न भवेत्। सत्यं तदेव अत्र उक्तम्, अत्र परन्तु इति परिच्छेदं यदारब्धं तस्मात् तस्मिन् पूर्वपरिच्छेदे तस्मात् पूर्वं परिच्छेदे तत्र अन्ते एकं वाक्यम् अस्ति खलु, कार्य अधिकरणनिष्ठ अभावप्रतियोगित्व अभावः। तर्हि अत्र कार्य अधिकरणनिष्ठ इति अनुक्त्वा व्याप्य अधिकरणनिष्ठ अभावप्रतियोगित्व अभावः तत्तत् व्यापके इति। किञ्चित् भिन्नरीत्या अत्र दर्शितम्। अत्र साध्य अभाववत् अवृत्तित्वं हेतौ भवेत् इति उक्तं खलु, तदेव लक्षणं, पूर्वपक्षिणः लक्षणं। तर्हि तल्लक्षणं स्वीकृत्य इदानीं साध्यस्यापि लक्षणम् अत्र कृतम्। अस्तु अग्रे पठतु महोदय। एवमेव धूमस्य स्थाने घटं संस्थाप्य चक्रादौ प्रतियोगित्व अभावः दर्शनीयः। अस्तु अत्र धूमस्य स्थाने घटं संस्थाप्य, तर्हि घटं अस्तु पर्वते घटः अस्ति इति वा इति न पर्वते न यत्किमपि अधिकरणं यत्किमपि अधिकरणम् अस्तु अत्र चक्रादौ आं चक्रादीनां प्रतियोगित्व अभावः अस्ति। अत्र ग्रन्थकारः किं करोति महोदय, व्याप्यव्यापकभावः चिन्तनमेव अनुमानस्थले अस्माभिः करणीयं, तन्मध्ये कार्यकारणभावचिन्तनमपि सः करोति। एवमेव तर्हि इदानीं घटं प्रति किं कारणं, समवायिकारणं घटत्वं अथवा कपालः, समवायिकारणं कपालः, कपालः खलु कपालः। अस्तु तर्हि घटं प्रति समवायिकारणत्वं कपाले अस्ति। अस्तु तर्हि इदानीं कपालः कुत्र अस्ति, कपालः चक्रे अस्ति खलु। ओ अस्तु हा चक्रे अस्ति, कपालः चक्रे अस्ति। तर्हि चक्रस्यापि कारणत्वं घटं प्रति कारणत्वं वक्तव्यं, परम्परासम्बन्धः अत्र न परम्परासम्बन्धेन अत्र न उक्तं भिन्नरीत्या वदति इत्युक्ते यदि कपालः चक्रे संयोगसम्बन्धेन वर्तते घटः चक्रे कपाले समवायसम्बन्धेन जायते इति चेत् स्वसंयोगसमवेकसम्बन्धेन इति इति चक्रम् इति चक्रघटयोः घटयोः मध्ये सम्बन्धः स्थापयितुं शक्यते तत्तु परम्परासम्बन्धः अत्र कारणत्वं निरूप्यते सम्बन्धं स्वीकृत्य नास्ति अत्र व्याप्तिं स्वीकृत्य कारणत्वं निरूप्यते इत्युक्ते अत्र कथं चिन्तनम् इति चेत् घटः कपाले कार्याधिकरणे अस्ति तर्हि कार्याधिकरणे बहवः अभावाः भवितुम् अर्हन्ति पटस्य अभावः कपाले भवितुम् अर्हति खलु इति बहवः अभावाः कार्याधिकरणे कपाले भवितुम् अर्हन्ति किन्तु तेषु अभावेषु तेषाम् अभावानां प्रतियोगी यदस्ति प्रतियोगिनः ये सन्ति अपि च तेषु प्रतियोगिनेषु या प्रतियोगिता विद्यते सा प्रतियोगिता चक्रे न भवेत् सा प्रतियोगितायाः अभावः चक्रे न भवेत् अभावः चक्रे न भवेत् अस्तु चक्रं तु तत्र भवेत् एव अतः इति यदि तादृशप्रतियोगितायाः अभावः चक्रे भवति तर्हि चक्रं कारणं नास्ति घटं प्रति कारणं नास्ति इति अत्र भिन्नरीत्या चिन्तनं सम्बन्धं परम्परासम्बन्धं स्वीकृत्य अत्र सम्बन्ध अत्र कारणत्वं न साधितम् कार्याधिकरणे चक्रस्य प्रतियोगिता अभावः अस्ति कार्याधिकरणे अत्र एवं वक्तव्यं कार्याधिकरणे कपाले बहवः अभावाः सन्ति तेषाम् अभावानां बहवः प्रतियोगिनः भवन्ति तेषु प्रतियोगिनेषु अत्र तेषु प्रतियोगिषु इति भवति खलु प्रतियोगिषु आम् नकारस्य लोपः जायते तत्र प्रतियोगिषु अत्र प्रतियोगिता वर्तते तादृशप्रतियोगिता अभावः चक्रौ भवेत् चक्रे अस्ति इति चेत् चक्रम् इदानीं कारणं घटं प्रति कारणम् इति अवगन्तुं शक्नुमः अस्तु अस्तु अत्र अधुना अवगच्छामि अत्र प्रतियोगितायाः अभावः चक्रे भवेत् सा प्रतियोगिता पुनः बहुषु अभावेषु इत्युक्ते बहुषु पदार्थेषु सन्ति ते सर्वे पदार्थाः पदार्थानाम् अभावः अधिकरणे इत्युक्ते घटे अस्ति सत्यम् अत्र तथैव लिखितमस्ति सत्यं सत्यम् इदानीं भवता अवगतं समीचीनम् अस्तु अग्रे बहु जटिलरीत्या लिखितमस्ति तत् डबल् नेगेटिव् डबल् नेगेटिव् सत्यम् अस्तु प्रकृते च यत्र यत्र धूमः तत्र अग्निः इति वाक्येन वह्नौ धूमव्यापकत्वं बुध्यते चेत् धूमे अपि वह्निव्याप्यत्वं तुल्यवृत्तिवेद्यं भवति तुल्यवृत्तिवेद्यं भवति तुल्यवृत्तिवेद्यम् इत्युक्ते किम् इति अग्रिमवाक्ये लिखितम् एकपदार्थज्ञाने नियमेन अपरपदार्थभानं भवति अथवा एकपदार्थज्ञानेन नियमेन अपरपदार्थज्ञानं भवति चेत् तुल्यवृत्तिवेद्यम् इति अस्ति शास्त्रीयः व्यवहारः अस्तु यदा एकस्य पदार्थस्य उदाहरणमपि दत्तम् उदाहरणमपि अस्ति यथा दशरथः रामस्य पिता इति ज्ञाने अवश्यं रामः दशरथपुत्रः इति ज्ञायते तत्र च पुत्रत्वं पितृत्वं तुल्यवृत्तिवेद्यमिति उच्यते एवं प्रकृति अपि एकस्य व्यापकत्वे ज्ञाते अपरस्य व्याप्यत्वमपि तुल्यवृत्तिवेद्यं भवति एवञ्च उदाहरणवाक्येन धूमनिष्ठाव्याप्तिः बोध्यते इति सिद्धम्। अस्तु समीचीनम्। अधुना अवगच्छामि अत्र तुल्यवृत्तिवेद्यवेद्यम् इति एकः शास्त्रीयः व्यवहारः अस्ति। तस्य अर्थः कः इत्युक्ते एकपदार्थः यदा वयं जानीमः तर्हि तेन ज्ञानेन अपरपदार्थस्य अपि ज्ञानं भवति। अत्र उदाहरणमस्ति रामस्य पिता दशरथः इति, तर्हि तत्र वयं ज्ञातुं शक्नुमः रामः किम् इत्युक्ते रामः दशरथस्य पुत्रः भवति, तद् ज्ञानमपि भवति। तर्हि पुत्रत्वं ज्ञायते चेत् पितृत्वं ज्ञातुं शक्नुमः, पितृत्वं ज्ञायते चेत् पुत्रत्वं ज्ञातुं शक्नुमः, तदेव तुल्यवृत्तिवेद्यम् इति वदेम। तर्हि तस्य अर्थः अपि प्रसक्तिः भवति व्याप्यत्वम् इति विषये। यदा व्यापकं किम् इति ज्ञायते चेत् व्याप्यं किम् इति ज्ञातुं शक्नुमः, तस्य बोधः जायते। यदा विपरीतरीत्या व्याप्यं किम् इति जानीमः चेत् व्यापकत्वं किम् इति अपि ज्ञातुं शक्नुमः। अतः तयोः मध्ये तुल्यवृत्तिवेद्यं भवति इति अस्ति। तेन एव अत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति वाक्येन वयं ज्ञातुं शक्नुमः। यदा धूमव्यापकत्वं यदा जानीमः तर्हि वह्निव्याप्यत्वम् इति अपि तस्यापि बोधः जायते, तदेव तुल्यवृत्तिवेद्यम् इति। तुल्यवृत्तिवेद्यत्वं वेद्यम् इत्युक्ते साकाङ्क्षापदार्थः इति, साकाङ्क्ष इत्युक्ते एकम् एषः पिता इति वदामश्चेत् कस्य इति आकाङ्क्षा जायते खलु। एवमेव पिता इति नास्ति, एषः रामः इति वदामश्चेत् तत्र आकाङ्क्षा नास्ति, आकाङ्क्षा न जायते। किन्तु एषः पिता इति वदामश्चेत् कस्य इति आकाङ्क्षा जायते। इत्युक्ते सम्बन्धवाचकपदार्थं पूर्वे अपि वयं दृष्टं तत् खलु, किमपि तत्र आकाङ्क्षा जायते तर्हि तस्य किञ्चित् भिन्न पदम् अथवा शब्दः आसीत् तस्य। तुल्यवृत्तिवेद्यम् इति नूतनपद शास्त्रीयव्यवहारः, पारिभाषिकशब्दः, साकाङ्क्षापदार्थः सम्बन्धकपदार्थः सम्बन्धपदार्थः इति अनुक्त्वा तुल्यविद्यवेद्यं तुल्यवृत्तिवेद्यम् तुल्यवृत्तिवेद्यमेव निरूप्यनिरूपकभावः किल। तुल्यवृत्तिवेद्यं न अत्र निरूपकनिरूपकभावः इति इतोपि बृहत्क्षेत्रमस्ति। तुल्यवृत्तिवेद्यम् इति तस्मिन् लघु इत्युक्ते एकं स्वीकृत्य यत्र यत्र तुल्यवृत्तययोः मध्ये तुल्यवृत्तिवेद्यत्वम् अस्ति तयोः मध्ये निरूपनिरूपकभावः अस्ति इति अवगच्छति चेत् समीचीनं। किन्तु तुल्यवृत्तिवेद्यत्वम् अस्ति चेद् एव निरूप्यनिरूपकभावः इति नास्ति। स्पष्टतया न बुद्धम्। एकम् उदाहरणमस्ति वा यदा निरूप्यनिरूपकभावः अस्ति परन्तु तुल्यवृत्तिवेद्यं नास्ति इति? अत्र पुस्तके एव अस्माभिः पठितं खलु, अत्र निरूपकनिरूपक आदौ एव पठितं कृष्णकरां पौराणिकः कृष्णकथां निरूपयति। इति वाक्यं तर्हि निरूपकः भवति पौराणिकः, निरूप्यः भवति कथा। अपि च द्वितीयम् उदाहरणं वदामि, अत्र दण्डीदेवदत्तः इत्यत्र दण्डः निरूपकः भवति, देवदत्तः निरूप्यः भवति। किन्तु केवलं दण्डः इति अहं वदामश्चेत् तत्र तुल्यवृत्तिवेद्यत्वं नास्ति। तुल्यवृत्तिवेद्यत्वं कदा भवति इति चेत् कार्यकारण इति यदा वदामः, कार्यकारणभावयोः मध्ये तुल्यवृत्तिवेद्यत्वमस्ति, व्यापकव्याप्यभावयोः मध्ये तुल्यवृत्तिवेद्यत्वमस्ति, पितृपुत्रयोः मध्ये तुल्यवृत्तिवेद्यत्वमस्ति, सम्बन्धः भवेत्। तदा मम प्रथम अवगमने एकः क्लेशः अस्ति महोदय. अत्र दण्डे दण्डि देवदत्तः इति वदामश्चेत् दण्डेन देवदत्तः निरूपितम् इति भवता उक्तं किल, दण्डविशिष्टज्ञानम् इति वा अत्र किमिति तदेव वा? दण्डं स्वीकृत्य देवदत्तं विशिष्टं भवति इति सत्यं. दण्डनिष्ठ निरूपकता न दण्डनिष्ठ निरूपकता निरूपित निरूप्यता आश्रयः देवदत्तः. अत्रापि निरूप्य निरूपकभावम् इति वदामः वा अत्र? अत्र देवदत्तः ओके सर्वत्र निरूप्य निरूपकभावः इति उपरिस्तरे अस्ति. इत्युक्ते यथा सत्ता इति पराजातिः इति वदामः खलु, तत्र निरूप्य निरूपकभावः यन् किमपि स्वीकृत्य यस्य कस्यापि निरूपणं कर्तुं शक्यते. तर्हि यत्र यत्र तुल्यवृत्तिवेद्यत्वम् अस्ति तत्र सर्वत्र निरूप्यनिरूपकभावसम्बन्धः अस्ति. अपि च किन्तु यत्र यत्र न यत्र यत्र तुल्यवृत्तिवेद्यत्वम् अस्ति तत्र सर्वत्र निरूप्यनिरूपकभावसम्बन्धः अस्ति, किन्तु यत्र यत्र निरूप्यनिरूपकभावसम्बन्धः अस्ति तत्र तत्र तुल्यवृत्तिवेद्यत्वम् अस्ति इति नास्ति. अस्तु, तर्हि एतादृशं बहु समीचीनचिन्तनम्, एतादृशमेव चिन्तनीयं. तर्हि तुल्यवित्यवेद्यत्वम् अपि च निरूप्यनिरूपकभावः अनयोः मध्ये कः सम्बन्धः इति चेत् व्याप्यव्यापकसम्बन्धः अस्ति. यदा मया उक्तं यत्र यत्र तुल्यवित्यवेद्यत्वं तत्र तत्र न आम् यत्र यत्र तुल्यवित्यवेद्यत्वं तत्र तत्र निरूप्यनिरूपकभावसम्बन्धः, किन्तु यत्र यत्र निरूप्यनिरूपकभावसमः तत्र तत्र तुल्यवेत्यत्वम् इति नास्ति इति कृत्वा व्याप्यव्यापकभावः अस्ति. अस्तु, अन्तिमवाक्यम् एकवारं पठतु महोदय. एवञ्च एवञ्च उदाहरणवाक्येन धूमनिष्ठा व्याप्तिः बोध्यते इति सिद्धम्. उदाहरणवाक्यमस्ति यत्र यत्र धूमः तत्र तत्र वह्निः इति, तत्र तत्र अग्निः इति अस्ति. तस्मिन् उदाहरणवाक्ये तुल्यवित्तिवेद्यम् इति इत्यनेन अत्र धूमनिष्ठव्याप्ति व्याप्तिः भवति. इत्युक्ते किं धूमनिष्ठा व्याप्तिः इत्यस्य अर्थः कः? हा, धूमनिष्ठा व्याप्तिः इत्युक्ते धूमः इति व्याप्य भवति, वह्निः इति व्यापकं भवति. न, किन्तु तद् धूमनिष्ठा व्याप्तिः इत्यस्य अर्थः नास्ति. व्याप्तिः इत्यस्य नाम का? व्याप्तिः इत्यस्य अर्थः कः? व्याप्तिः साध्याभावत् अवृत्तित्वम् इति वयं पठितवन्तः. सत्यं, किन्तु सामान्यतया वक्तव्यं चेत् व्याप्यव्यापकसम्बन्धबोधकवाक्यं व्याप्तिः खलु सामान्य अवगमनं. व्याप्यव्यापक किन्तु तत्र तादृशव्याप्तिः कुत्र भवेत्? यद्यपि व्याप्यव्यापकभावः सम्बन्धपदार्थाः सन्ति, किन्तु व्याप्तिः कुत्र भवेत्? व्याप्तिः व्याप्ये भवेत्. न न, धूमनिष्ठ धूमे भवेत् इति. हा, हेतौ भवेत्. अस्तु, साध्य अभाववत् अवृत्तित्वं कुत्र भवेत्? हेतौ भवेत्. खलु, हा, तदेव हेतौ भवेत्. यद्यपि अत्र वह्निधूमयोः मध्ये व्याप्यव्यापकसम्बन्धः अस्ति, तर्हि उभयोः तत्र व्याप्तिः अस्ति, किन्तु इदानीं वह्निः साध्यमस्ति खलु, तर्हि साध्ये व्याप्तिः अस्ति इति उक्त्वा किमपि प्रयोजनं नास्ति. हेतौ व्याप्तिः अस्ति इति वक्तव्यम्. किमर्थमित्युक्ते हेतुः प्रत्यक्षेन दृश्यते. तदेव दृश्यते, प्रत्यक्षज्ञानं तस्यैव भवति. तर्हि व्याप्तिज्ञानं, व्याप्तिः धूमौ धूमे अस्ति इति ज्ञानं भवति चेत् तदनन्तरं तदेव तादृशज्ञानमेव अनुकूलं भवति वह्नेः अनुमितिं प्रति. अस्तु, तर्हि अत्र अस्य वाक्यस्य वैशिष्ट्यं किम् इति चेत् यथा महानथम् इति तृतीयवाक्यं खलु उदाहरणं, पञ्च अवयववाक्येषु तृतीयं वाक्यम् उदाहरणम्. एवं च यथा महानथम् इति उदाहरणवाक्येन धूमनिष्ठव्याप्तिः बोध्यते. केन बोध्यते? उदाहरणेन, उदाहरणवाक्येन. न, उदाहरणम् इति करणमस्ति, किन्तु कर्ता कः? बोध्यते, अत्र कर्मणिप्रयोगः अस्ति. व्याप्तिः बोध्यते, धूमनिष्ठा व्याप्तिः बोध्यते. केन बोध्यते? कर्ता केन? कर्त्रा बोध्यते. न न, तत् त्यजतु महोदय, अस्मिन् विषये चिन्तनमेव नास्ति अत्र. उदाहरणवाक्यं कः वदति? यत्र यत्र धूमः तत्र अस्तु. न, कः वदति? वाक्यं श्रुत्वा प्रश्नं. हा हा हा, कः वदति? यस्मिन् यः परार्थज्ञानं करोति सः एव वदति. न न, यः परार्थज्ञानं करोति इत्युक्ते किं? समीचीनतया वदतु. यः पञ्चवाक्यानि वदति सः कः? यस्मिन् सः इत्युक्ते किं? हु इस् आक्चुलि सेयिङ्ग् द फैव् सेण्टेन्सेस्? यः यस्मिन् ज्ञानम् अस्ति. हा खलु, भवतः वर्णमान इति ज्ञानम् अस्ति स एव. हा, तर्हि येन स्वार्थानुमानं कृतम्? ओ अस्तु, स्वार्थानुमानं कृतं सः एव वक्ता. अस्तु अस्तु अस्तु, तर्हि इदानीं वक्ता उदाहरणवाक्यं वदति. तर्हि उदाहरणवाक्यं श्रुत्वा धूमनिष्ठाव्याप्तिः केन बोध्यते? यस्मिन् यस्य कृते परार्थ अनुमानम् अथवा यः शृणोति पञ्चवाक्यं. तर्हि उत्तरं श्रोत्रा इति वक्तव्यम्. अस्तु, श्रोत्रा. श्रोत्रा धूमनिष्ठाव्याप्तिः बोध्यते. तर्हि उदाहरणवाक्यं श्रुत्वा इत्युक्ते क्रमेण स्वार्थानुमानं कथं जायते इति अस्माभिः अधीतं खलु. परार्थानुमाने तत्र पञ्च अवयववाक्यानि सन्ति. प्रथमं प्रतिज्ञावाक्येन, प्रतिज्ञावाक्यं श्रुत्वा श्रोतरी किं जायते? शब्दबोधं जायते. किं? न न, श्रोतरी तु शाब्दबोधं. पञ्च अवयववाक्यं पञ्चवाक्यानि श्रुत्वा श्रोतरि शाब्दबोधं जायत्येव. प्रथमवाक्यं श्रुत्वा एव जायते खलु, पर्वतः वह्निमान् इति श्रुत्वा. महोदय एकनिमिषम्, अत्र यत्किमपि वाक्यं वदामः तेन शाब्दबोधं श्रोतरि भवत्येव खलु? भवति. किन्तु अस्मिन् परार्थानुमानस्थले अत्र प्रतिज्ञावाक्यं श्रुत्वा पक्षः साध्यवान् वह्निः पर्वतः वह्निमान् इति वाक्यं श्रुत्वा श्रोतरि किं जायते? शाब्दबोधं तु जायते एव, तस्माद् उपरि किं जायते? पक्षधर्मता ज्ञानं जायते. न न न, पक्षधर्मता ज्ञानं न जायते वा पर्वतः वह्निमान् इति वाक्यं श्रुत्वा? पर्वते वह्निः अस्ति इति महोदय, अत्र शाब्दज्ञानं त्यजतु. अस्तु, शाब्दज्ञानं तु भवत्येव सर्वदा, यत्किमपि वाक्यं शृणुमः तत्र शाब्दबोधः जायत्येव. किन्तु परार्थ अनुमानं मनसि निधाय वदतु, प्रतिज्ञावाक्यं श्रुत्वा श्रोतरि किं जायते? श्रोतरि किं जायते इत्युक्ते आकाङ्क्षा जायते इति वक्तव्यम्. किं प्रति आकाङ्क्षा जायते? पर्वतः वन्यमान् अस्ति वा न वा? न न, सः एव अधिकारी भोः. पर्वते वह्निः अस्ति वा न वा इति संशयः यस्मिन् अस्ति तं प्रति एव प्रथमवाक्यम् उक्तम् खलु. पक्ष पर्वतः वह्निमान् इति प्रतिज्ञावाक्यम् उक्तम्. तत्र मया उपोद्घाते अस्य वर्गस्य उपोद्घाते मया किञ्चित् उक्तं, पुनस्मारयामि. यस्मिन् संशयः अस्ति, नो चेत् यस्मिन् विपरीतनिश्चयस्य अप्रामाण्यं जातम्, अपि च तर्हि इदानीम् अधिकारिद्वयं जातं खलु. यस्मिन् संशयज्ञानमस्ति पर्वते वह्निः अस्ति वा न वा इति, नो चेत् यस्मिन् पूर्वं विपरीतज्ञानम् आसीत् किन्तु इदानीं तादृश विपरीतज्ञानस्य अप्रामाण्यं जातं, निश्चयस्य अप्रामाण्यं जातं, सः एव अधिकारी. तं प्रति इदानीं प्रथमवाक्यमुक्तं, प्रतिज्ञावाक्यमुक्तं वक्त्रा, पर्वतः वह्निमान् इति. तत् श्रुत्वा ओ पर्वते वह्नि अस्ति वा, भवतु अहं तत्र न गच्छामि इति कोऽपि वदति चेत् तेन परार्थानुमानं क्रियते वा न वा? न आवश्यकम्. न आवश्यकं खलु, शाब्दबोधः जातः पर्वते वह्निः अस्ति इति. किन्तु तद्वाक्यं श्रुत्वा यदि श्रोतरी आकाङ्क्षा जायते, कस्मिन् विषये आकाङ्क्षा? साधकः कः इति, हेतुः कः इति. साधकः इत्युक्ते हेतुः एव खलु अत्र. तर्हि प्रतिज्ञावाक्यं श्रुत्वा श्रोतरी किं जायते इति चेत् शाब्दबोधं तु जायत्येव, किन्तु तस्मात् उपरि साधकः कः इति ज्ञातुमिच्छा, आकाङ्क्षा जायते. हेतुविषयक साधुविषयक आकाङ्क्षा अपि श्रोतरी जायते इति अवगन्तव्यम्. तदा एव द्वितीयवाक्यं हेतुवाक्यं वक्त्रा वक्तव्यम्. यदि सः ओ अस्तु भोः अहं तत्र न गच्छामि मया ज्ञातम् इति तावद्वदति, द्वितीयवाक्यस्य वक्तव्यमेव नास्ति खलु. द्वितीयवाक्यं वक्तव्यमेव नास्ति इति कृत्वा इदानीं द्वितीयवाक्यं हेतुः धूमवत्वात्, धूमात्. तर्हि धूमवत् हेतुवाक्यं श्रुत्वा श्रोतरी इदानीं किं ज्ञानं जातं? शाब्दज्ञानं तु जातं, व्याप्तिज्ञानं नास्ति. धूमवत्वात् इति केवलं तावत् श्रुत्वा, द्वितीयवाक्यं श्रुत्वा श्रोतरि किं ज्ञानं जातम्? अस्तु, अत्र आकाङ्क्षा भवति. प्रतिज्ञावाक्यं श्रुत्वा आकाङ्क्षा जातं, तर्हि सः पुनः पृच्छति इति चिन्तयतु. कस्मात् इति प्रश्नं करोति. प्रतिज्ञावाक्यं वक्त्रा उक्तं पर्वतः वह्निमान् इति, तदनन्तरं कस्मात् इति श्रोत्रा पृच्छति इति, श्रोता पृच्छति इति चिन्तयतु. तदर्थम् इदानीं हेतुः हेतुवाक्यम् उच्यते वक्त्रा. तर्हि हेतुवाक्यं श्रुत्वा धूमात् इति हेतुवाक्यं श्रुत्वा श्रोतरि किं ज्ञानं जायते? शब्दबोधः न जायते, परन्तु एतत् सर्वं पुस्तके नास्ति महोदय, पुस्तकं मा पश्यतु। अहं चिन्तयामि तदेव अत्र कथं भवानेव अत्र पश्यतु, अहमेव वक्ता इति चिन्तयतु, भवानेव श्रोता। तर्हि इदानीं भवतः कृते संशयः अस्ति पर्वते वह्निः अस्ति वा न वा इति। अस्तु, भवान् मां पृच्छति पर्वते वह्निः अस्ति वा इति प्रथमं प्रश्नं पृच्छति। मम संशयः अस्ति पर्वते वह्निः अस्ति वा न वा, तर्हि भवान् वदतु इति मां पृच्छति। अस्तु, अहं प्रथमवाक्यं वदामि, प्रतिज्ञावाक्यं, पर्वतः वह्निमान् इति। तदनन्तरम् अत्र आकाङ्क्षा जाता भवति, कस्मात् इति मां पृच्छति खलु। तर्हि प्रथमवाक्यं श्रुत्वा भवान् आकाङ्क्षवान् जातः। अस्तु, इदानीं मां पृच्छति कस्मात् इति। तत्र द्वितीयवाक्यम् अहं वदामि, हेतुः, धूमवत्वात् इति। तर्हि भवान् एतद् वाक्यं श्रुत्वा भवतः आत्मनि इदानीं किं ज्ञानं जातम्? मम आत्मनि किं ज्ञातं इत्युक्ते ज्ञानं तु न जातं, परन्तु प्रश्नः उदेति कथं धूमात् पर्वते वह्निः अस्ति इति वदति। न न, प्रथमं ज्ञानं जायते खलु, यदि अहं धूमात् इति वदामि तर्हि भवतः कृते किमपि ज्ञानं भवति वा न भवति वा? तर्हि व्यर्थं खलु यद् मया उक्तं। तर्हि अहं जानामि धूम धूम एव कारणं भवति वह्निः। हा, धूमात् इति हेतु हेतुवाक्यं मया उक्तम्। अस्तु, पूर्वं मया किम् उक्तं? पर्वतः वह्निमान् इति। इदानीं धूमात् इति मया उक्तं, तेन भवता किं ज्ञातम् इति चेत् भवानेव श्रोता, श्रोतरि भवती किं ज्ञानं जायते इति चेत् पक्षधर्मता ज्ञानं जायते। धूमात् इति श्रुत्वा पक्षधर्मता, हा, इत्युक्ते धूमः पर्वते अस्ति, तदेव पक्षधर्मता ज्ञानं खलु। पक्षधर्मता ज्ञानं भवेत्, पक्षधर्मता ज्ञानं विना परामर्शः न जायते खलु। तर्हि द्वितीयवाक्यं हेतुवाक्यं श्रुत्वा धूमात् इति वाक्यं श्रुत्वा भवतः आत्मनि किं जायते, किं ज्ञानं जायते इति चेत् पर्वते धूमः अस्ति इति ज्ञानं जायते। पर्वते धूमः अस्ति, पूर्वं तत्र प्रतिज्ञावाक्ये मया किम् उक्तं? पर्वते वह्निः अस्ति इति उक्तं, पर्वते धूमः अस्ति इति मया न उक्तम्। किन्तु इदानीं द्वितीयवाक्यं हेतुवाक्यं यदा अहं वदामि धूमात् इति, तदा भवती पर्वते धूमः अस्ति इति ज्ञानं जातम्। धूमात् इति श्रुत्वा पक्षधर्मताज्ञानं भवता प्राप्तम्, तदेव द्वितीयवाक्यम्। अस्तु, इदानीं तृतीयवाक्यम् उदाहरणवाक्यं, यथा महानसम् इति मया उक्तं। तर्हि तस्मात् पूर्वम् अत्र पक्षधर्मताज्ञानम् इदानीं भवतः कृते जातं, तत् श्रुत्वा मां किं पृच्छति भवान्? धूमः तत्र अस्ति इति अहं जानामि अधुना, तर्हि तेन किम् इति प्रश्नः उदेति। इत्युक्ते अत्र प्रथमवाक्यम् आसीत् पर्वतः वह्निमान्, पर्वते वह्निः इति प्रथमवाक्यं खलु। द्वितीयवाक्यं पर्वते धूमः इति। तर्हि धूमवह्न्योः मध्ये सम्बन्धः अस्ति वा इति प्रश्नः। उत्तमम्, इति एव प्रश्नः सर्वेषां मनसि उदेति खलु। श्रोतरि एषः एव प्रश्नः उदेति, पर्वतः वह्निमान् इति प्रथमवाक्यं, पर्वतः धूमवान् इति द्वितीयं वाक्यं। वाक्यद्वयं श्रुत्वा किमर्थम् अत्र अनयोः मध्ये कः सम्बन्धः? अनयोः मध्ये इत्युक्ते भवतु पर्वते वह्निः अस्ति, पर्वते धूमः अस्ति, तर्हि पर्वत वह्निधूमयोः मध्ये कः सम्बन्धः इति प्रश्नः उदेति खलु। तर्हि तत्र इदानीं सम्बन्धे आकाङ्क्षा जाता, वह्निधूमयोः मध्ये साध्यहेतोः मध्ये यः सम्बन्धः अस्ति तस्मिन् विषये आकाङ्क्षा जाता, कः सम्बन्धः अनयोः मध्ये इति। तर्हि भवान् वदति अनेन किं वह्निधूमयोः मध्ये कः सम्बन्धः इति पृच्छति। तत् श्रुत्वा तृतीयवाक्यम् अहं वदामि, यथा महानसम् इति। तर्हि यथा महानसम् इति वाक्यं श्रुत्वा इदानीं श्रोतरी किं ज्ञानं जायते इति चेत् तदेव अत्र अन्तिमपदं यद् यद्वाक्यं भवता पठितं तत्र दत्तम्। एवम् उदाहरणवाक्येन, उदाहरणवाक्यं श्रुत्वा श्रोतरी धूमनिष्ठा व्याप्तिः बोध्यते। तर्हि अत्र वह्निधूमयोः मध्ये व्याप्यव्यापकभावः अस्ति इति ज्ञानं भवतः कृते जातं, श्रोतरि जातं, धूमनिष्ठाव्याप्तिज्ञानं जातं। बुद्धं वा? तर्हि अत्र एतादृश पट्टिका स्थापनीया, इत्युक्ते परार्थ अनुमानं प्रथमवाक्यं श्रुत्वा श्रोतरि किं ज्ञानं जायते। शाब्दज्ञानं तु जायत्येव, किन्तु श्रोता किं प्रश्नं पृच्छति, शाब्दज्ञानं भूत्वा श्रोतरि किम् आकाङ्क्षा जायते इति प्रश्नः लेखनीयः, कस्मात् इति आकाङ्क्षा, तत्र साधकस्य आकाङ्क्षा, साधके आकाङ्क्षा जायते। तदनन्तरं धूमात् इति वाक्यं श्रुत्वा पक्षधर्मताज्ञानं प्राप्तं तेन, तदनन्तरं तेन इत्युक्ते श्रोत्रा, तदनन्तरं वह्निधूमयोः मध्ये कः सम्बन्धः इति प्रश्नः उदेति। तदर्थम् इदानीं तृतीयवाक्यं मया उक्तं, यथा महानसम्। यथा महानसम् इति वाक्यं श्रुत्वा इदानीं श्रोतरि व्याप्तिज्ञानं जायते। तर्हि व्याप्तिज्ञानम् इदानीं भवतः कृते जातम्, इदानीं कः प्रश्नः उदेति इत्युक्ते किमर्थं मया चतुर्थवाक्यं वक्तव्यम् इति चिन्तनीयम्, उपनयवाक्यम्। तर्हि इदानीं भवतः कृते पर्वतः वह्निमान्, पर्वते वह्निः अस्ति इति ज्ञानमस्ति, पर्वते धूमः अस्ति इति ज्ञानमस्ति, वह्निधूमयोः व्याप्यव्यापकसम्बन्धः अस्ति इति अपि ज्ञानमस्ति। तर्हि चतुर्थवाक्यस्य आवश्यकता अस्ति वा? प्रश्नबीजं किम्? पर्वतः अपि यथा महानसम् अस्ति तथैव पर्वतः अपि अस्ति वा? इत्युक्ते तादृशव्याप्तिविशिष्टधूमः पर्वते अस्ति वा? ओ अस्तु, इति प्रश्नः। अस्तु, हा टेक्निकलि हा व्याप्तिविशिष्टधूमः तादृशः पर्वते अस्ति वा? इत्युक्ते अत्र इदानीं तृतीयवाक्य ज्ञानत्रयं प्राप्तं खलु, पर्वते वह्निः अस्ति इति एकं ज्ञानं, पर्वते धूमः अस्ति इति द्वितीयं ज्ञानम्। अत्र धूमवह्न्योः मध्ये यः सम्बन्धः अस्ति तादृशज्ञानमपि प्राप्तं, किन्तु तदा तस्मादुपरि तादृशधूमः वह्न्यौ पर्वते अस्ति इति अपि ज्ञानं प्रापणीयमस्ति। इत्युक्ते तर्हि चतुर्थप्रश्नः भवता किं क्रियते इति चेत् तादृशवह्निविशि अत्र व्याप्तिविशिष्टधूमः पर्वते अस्ति वा इति प्रश्नः। तस्य अर्थः भवति यत् धूम भिन्न व्याप्तिविशिष्टधूमः भवति वा न वा, अथवा भिन्नधूमः अस्ति वा इति प्रश्नः। हा, इति भवितुमर्हति खलु, कीदृशः धूमः इति। इत्युक्ते अत्र शाङ्करभाष्ये एवं लिखितमस्ति, चिन्तयतु यदि कुत्रचित् हवनं जायते इति, तत्र वह्नौ धूमः भवति न वह्ना वह्नेः धूमः भवति खलु, तर्हि तत्र केवलं धूमम् एकस्मिन् घटे ग्रहणं कृत्वा इदानीं तादृशधूमम् अहं यदि यदि पर्वतं प्रति आनीय उन्नीय तदनन्तरं तत्र घटं कीलयामि चेत् तत्र धूमः इदानीं भवति खलु, स च धूमः कुत्र अस्ति, पर्वते अस्ति, किन्तु वह्नि अत्र व्याप्तिविशिष्टधूमः तत् नास्ति, यद्यपि धूमः वह्नौ पर्वते अस्ति किन्तु व्याप्तिविशिष्टधूमः नास्ति। अस्तु, इतोपि भिन्न उदाहरणं वदामि, अस्माकमिदानीम् अत्र डेल्ही मध्ये पोल्यूषन् बहु किमपि अस्ति, तस्य कारणं किम् अस्ति इति चेत् पञ्जाब् नगरे ते यु नो दे बर्न् द स्टबल्स्, सो दि वह्नि विशिष्ट व्याप्तिविशिष्टधूमः कुत्र अस्ति इति चेत् पञ्जाब् नगरे एव अस्ति, न तु डेल्ह्यां, किन्तु धूमः डेल्ही डेल्हौ अस्ति, डेल्ही मध्ये अस्ति धूमः, डेल्ही मध्ये, किन्तु तादृशधूमः व्याप्तिविशिष्टधूमः नास्ति, केवलं धूमः। तर्हि इदानीं डेल्ही नगरे धूमः अस्ति इति यदि अहं वदामि, भवान् अत्र व्याप्तिविशिष्टधूमः वा न वा इति पृच्छति, व्याप्तिविशिष्टधूमः नास्ति इति चेत् भवान् तत्र डेल्ही गच्छति, किमर्थमिति तत्र वह्निः नास्ति खलु, बुद्धं वा? धूमस्य अन्यत् कारणमस्ति न तु वह्निः। हा, तर्हि पर्वतः पर्वते वह्निः अस्ति इति प्रथमं वाक्यं, पर्वते धूमः अस्ति इति द्वितीयं वाक्यं, वह्निधूमयोः मध्ये व्याप्यव्यापकसम्बन्धः अस्ति, तर्हि वह्निनिष्ठव्याप्यत्वं धूमे, वह्निनिष्ठ व्याप्तिः धूमे इति ज्ञानम् अस्ति भवतः कृते, किन्तु तादृशपक्षः अस्ति वा इति आकाङ्क्षा इदानीम्। यदि तादृशं पृच्छति, भवतु भोः भवता उक्तं तत्र पर्वते वह्निः अस्ति पर्वते धूमः अस्ति इति, किन्तु तादृशधूमः वह्नि अत्र व्याप्तिविशिष्टधूमः अस्ति वा इति प्रश्नः, तदर्थं मया उपनयवाक्यं वक्तव्यम्, तथा च अयम् इति, अधुना तस्य आवश्यकता अस्ति, बुद्धं खलु? सो वि हाव् टु डू अ टेबल्। प्रथमं वाक्यं श्रुत्वा शाब्दबोधस्य ज्ञानं किम्, शाब्दबोधं भूत्वा अत्र परामर्शज्ञान परामर्श अनुमाने किम् आकाङ्क्षा जायते, का आकाङ्क्षा जायते श्रोतरि इति अपि लेखनी, तदा एव द्वितीयवाक्यं, तदा एव तृतीयं वाक्यं, तदा एव चतुर्थं वाक्यम् इति। अस्तु, तर्हि अग्रे गच्छेम, धन्यवादः महोदय। This is very important to understand. Therefore, I took some time to do this. बहु सूक्ष्मं भेदः अस्ति तत्र, व्यावहारं सर्वं विचिन्त्य एव उपरि उपरि गच्छामः, परन्तु अधुना प्रत्येकस्मिन् सोपाने सत्यम् इत्युक्ते अत्र ग्रन्थकारेण लिखितं, किन्तु यथा मया उक्तं तावत् न प्रकाशितम्, अत्र तावदेव आशयः, एवञ्च उदाहरणवाक्येन श्रोत्रा धूमनिष्ठव्याप्तिः बोध्यते इति सिद्धम्। हा, तर्हि इदानीम् अग्रिमवाक्यम् अस्तु, सत्यभामा भगिनी पठति वा? आं महोदय, चेदुवाक्येन यद्यपि पर्वते धूमः अस्ति इति बोधितं, परन्तु केवलं धूमेन न अग्निज्ञापनाय अलम्। एकनिमिषं भगिनि, अत्र सम्पूर्णं न पठनीयं, प्रत्येकं वाक्यं चिन्तयामः। प्रथमवाक्यम् एकवारं पठतु। हेतुवाक्येन यद्यपि पर्वते धूमः अस्ति इति बोधितम्। केन बोधितम्? श्रोतुः बुद्धम्। श्रोत्रा बुद्धम्। श्रोत्रा बुद्धम्। तदेव मया उक्तं खलु, इदानीं श्रोतरि किं ज्ञानं जायते, हेतुवाक्यं श्रुत्वा किं ज्ञानं जायते इति चेत् पर्वते धूमः अस्ति। वाक्यं किं? धूमात् इति मया उक्तम्। धूमात् इति उक्त्वा यदि अहं वदामि तदा श्रोतरि पर्वते धूमः अस्ति इति ज्ञानं जातम्। अस्तु अग्रे। परन्तु केवलं धूमेन न वाग्निज्ञापनया पठतु। केवलधूमेन न समीचीनतया पठतु। केवलधूमेन न केवलधूमेन इति केवलधूमः इति अस्ति खलु। धूमेन इति मम पुस्तके अस्ति महोदय, धूमः इति वा? परन्तु कथं वा भवत्याः पुस्तके, भवत्याः कृते पुस्तकमस्ति वा PDF अस्ति वा? PDF अस्ति। मम पुस्तकात् एव उद्धृतं खलु। परन्तु केवलधूमः इति मकारस्य अनन्तरं विसर्गः अस्ति वा न वा? नास्ति, नास्ति। तत्र PDF मध्ये केवलधूमेन न इति अस्ति, पुस्तके तु केवलधूमः न इति अस्ति। ओ तत्र पश्यामः किं समीचीनमिति पश्यामः। परन्तु पठतु भगिनि। परन्तु केवलधूमेन न वाग्निज्ञापनाय अलम्। धूमज्ञानः एव वाग्निज्ञापनार्थं न पर्याप्तम् इति। इत्युक्ते पर्वते धूमः अस्ति इति कृत्वा पर्वते पर्वतः वह्निमान् इति अनुमानं कर्तुं शक्यते वा? नास्ति खलु, कर्तुं शक्यते सम्बन्धः वह्निज्ञापनाय न अलम्। अलम् अस्तु, तर्हि अत्र चिन्तयेम, केवलधूमेन इति भवेद्वा धूमः इति भवेद्वा, उभयोः मध्ये कः किं समीचीनं, नो चेत् उभयमपि समीचीनं? केवलधूमेन इति वदामः चेत् अत्र समीचीनम् इति भाति महोदय। समीचीनम् इति किम् इति किमर्थम् इति वक्तव्यं? समीचीनम् इति चेत् युआर् नाट् वोटिङ्ग्। तत् हेतु धूमः इति स्पष्टं जातम् अत्र, धूमेन इति वदामः चेत् केवलं धूमज्ञानेन इति, केवलधूमज्ञानेन वह्निज्ञापनाय पर्वते अस्ति इति न ज्ञातुं शक्यते। किन्तु वाक्यं समीचीनं वा? केवलधूमेन न वह्निज्ञापनाय अलम्, धूमः किम् अलं नास्ति? धूमः अस्ति चेत् वह्निः भवितुम् अर्हति इति अत्र वाक्यं श्रुता, बहु किमपि न वक्तव्यं, किम् अलं नास्ति? वह्निज्ञापनं न किम् अलं नास्ति, अलम् इत्युक्ते किं? न पर्याप्तम् इति। किं न पर्याप्तं? धूमः। तर्हि इदानीं धूमः इति उक्तं खलु, धूमेन इति भवत्या न उक्तं, तर्हि धूमः इत्येव भवेत् न तु धूमेन। धूमः न अलम्। किमर्थं न अलं? वह्निज्ञापनाय न अलम्। ओके, अत्र वह्नि विषये एव व्याकरणं द्रष्टव्यं वा? न धूमः इति समीचीनं वा? अत्र मम पुस्तके केवलधूमः इति पाठः अस्ति, भवत्याः PDF मध्ये धूमेन इति पाठः अस्ति, मम पुस्तके प्रथमा अस्ति, भवत्याः PDF मध्ये तृतीया अस्ति, तयोः मध्ये किं समीचीनम् इति चिन्तयन् अस्मि। मम प्रश्नः तत् बुद्धं महोदय, यदा महोदय उक्तं तत् मया बुद्धं, मम प्रश्नः एवम् अस्ति, धूमेन न वह्निव्यापनाय इत्यत्र चतुर्थ्यां दत्तमस्ति खलु, किमर्थम् अत्र यदि मम पक्षः अङ्गीकरोति तर्हि किमर्थं धूमेन इति पृच्छति? अत्र एवं मम प्रश्नः एतदेव, अत्र परिष्कर्तव्यं वा यदि धूमेन इति उक्तं चेत् इति एव, धूमेन न इति, धूमेन न, धूमेन न वह्निव्यापनाय अलम् इति अस्ति खलु पी डि एफ् मध्ये, तत् दोषः अस्ति चेत् कुत्र परिष्कर्तव्यं? धूमः इति परिष्कर्तव्यं केवलं धूमः वदतु, सारी टु इण्टरप्ट् महोदय, अत्र यदि धूमेन इति तृतीयाविभक्त्यां वदामः चेत् तत् कर्मणि प्रयोगः इति स्वीकृत्वा, परन्तु केवलधूमेन न वर्णिज्ञापनाय अलम्भूयते इति वक्तुं शक्यते, यदि प्रथमाविभक्त्यां स्वीकुर्मश्चेत् परन्तु केवलधूमः न वर्णिज्ञापनाय अलं भवति इति वक्तुं शक्यते, अतः द्वयमपि साधु एव दृश्यते महोदय. सूत्रं किम् अत्र? वस्तुतः एवं चिन्तनीयम्, अत्र अलं नमस्वस्ति स्वाहा स्वधा वषट् अलं योगाच्च इति सूत्रेण वह्नि ज्ञापनम् इत्यस्य चतुर्थी विभक्तिः भवति खलु, तत्तु एकं. तदनन्तरम् अत्र अलम् इति शब्देन तत्र तृतीयाविभक्तिविधानमपि भवति, तदपि अस्माभिः पठितम्, क्रीडेन अलम् इति वयं वदामः खलु, केन सूत्रेण? शिवरामहोदय मनसि अस्ति वा? पुनः एकवारं प्रश्नं करोतु. अलम् अलम् इति उपपदे सति अलम् इति पदे सति उपपदस्य का विभक्तिः भवति इति प्रश्नः. अलम् इति तृतीया, हा केन सूत्रेण? केन सूत्रेण? वार्तिकमस्ति तस्य, भवतु किमपि सूत्रं वा वार्तिकं वा, वार्तिकं किम् महोदय? गम्यमानापि क्रियाकारकविभक्तौ प्रयोजिका इत्यनेन अलम् इत्यस्य इति वक्तव्यम्, अत्र भूयते इति कर्मणि प्रयोगः इति न चिन्तनीयम्, अलम् इति अव्ययमस्ति. हा अतः द्वयमपि साधुः, किन्तु यदि अत्र अलम् अत्र वार्तिकं स्वीकृत्य गम्यमानापि क्रियाकारकविभक्तौ प्रयोजिका इति वार्तिकं स्वीकृत्य अलम् इति शब्दस्य अत्र केवलधूमेन इति भवेत्, किन्तु यदि अलं किम् अलम् इति चेत् किं पर्याप्तम् इति चेत् केवलधूमः इति, किन्तु इदानीम् अत्र धूमः इति वक्तुं समीचीनं वा, नो चेत् धूमेन इति एव वक्तव्यं वा इति प्रश्नः. भवतु इदानीम् अधिकं न चिन्तनं कुर्मः. धूमेन इति प्रयोगस्य इदानीं प्रमाणमुक्तं खलु, गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका इति वार्तिकम् एव अत्र किं प्रमाणमस्ति इति कृत्वा धूमेन अलम् इति वदामश्चेत् क्लेशः नास्ति. वह्निव्यापनाय अलम् इत्यत्र नमस्वस्ति स्वाहा स्वधा वलं वषड् अलं योगाच्च इति सूत्रेण ज्ञापनाय इत्यस्य चतुर्थी विभक्तिः, धूमेन इत्यस्य विभक्तिः अत्र गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका इति वार्तिकेन, किन्तु धूमः इति रूपमपि भवितुमर्हति वा, तत्र प्रमाणं किम् इति न भवेद्वा इति चिन्तनीयम्, इत्युक्ते वार्तिकं यदस्ति तद् अस्य प्रयोजस्य निषेधः अपि करोति वा इति चिन्तनीयं, तदनन्तरम् अहं चिन्तयामि, सर्वे चिन्तयितुं शक्नुमः. अस्तु सरि मम भगिनि अग्रे यो हि न वह्निव्याप्तिं धूमे जानाति जानाति च केवलं धूमं धूमं न हि तस्य वह्नि अनुमितिर्भवति यस्य कृते वह्निव्याप्तिधूमः धूम इति ज्ञानं नास्ति केवलं धूमज्ञानम् एव भवति तादृशस्य मनसि अनुबिन्दि ज्ञानं वह्नि ज्ञानं न भवति इति सत्यं न भवति खलु भवती अवगच्छति खलु यथा इदानीं मया प्रदर्शितं देहली नगरे धूमः अस्ति इति तावदेव वदामि चेत् ओ तत्र अग्निः अस्ति वा इति अनुमितिः न भवति सन्देहः एव भवति किमर्थम् अत्र धूमः अग्निः अस्ति वा इति सन्देहः भवति किन्तु निश्चयः न भवति अनुमितिज्ञानं न भवति अस्तु अग्रे अतः वह्निव्याप्तिविशिष्टधूमः पर्वते ज्ञातव्यः अनुमिति अनुमित्यर्थं वह्निविशिष्टधूमः पर्वते ज्ञातव्यः स च न अस्ति इति ज्ञापनाय प्रवृत्तम् उपनयमाः तथा च अयम् इति न न अत्र वाक्यमेकं त्यक्तं भवत्या स च न एतावता बोधितः एतावता बोधितः अतः उदाहरणवाक्येन व्याप्तिविशिष्टधूमः इति इदानीं न बोधितम् अतः उदाहरणवाक्येन धूमे व्याप्तिबोधे जाते तादृशधूमः पर्वते अस्ति इति ज्ञापनाय प्रवृत्तम् उपनयमाः तथा च अयम् इति यदा तादृशज्ञानं श्रोतुः उत्पद्यते वह्नि व्याप्तिविशिष्टधूमः पर्षे पर्वते अस्ति इति तथा च अयं पर्वतः इति ज्ञानं यदा उत्पद्यते तदा तस्मिन् उपनयवाक्यं यदा उक्तं तदा तस्मिन् अनुमितिः अपि भवति इति उपनयवाक्यम् उक्तम् उपनयवाक्येन इदानीं किं ज्ञानं जायते इति अवगन्तव्यम् उपनयवाक्येन श्रोतरि किं ज्ञानं जायते उपनयवाक्येन तथा च अयम् इति तथा इत्युक्ते उपनयवाक्यं श्रुत्वा किमर्थम् उपनयवाक्यं वक्तव्यं श्रोतुः मनसि पर्वते अस्ति तादृशविशिष्टधूमः इति ज्ञानं हा अत्र वाक्यमस्ति खलु वह्निव्याप्तिविशिष्टधूमः पर्वते इति ज्ञातव्यः अस्ति तर्हि यदा अहम् उपनयवाक्यं वदामि तथा च अयम् इति श्रुत्वा श्रोतरि किं ज्ञानं जायते तादृशविशिष्टधूमः एव पर्वते अस्ति इति ज्ञानम् इत्युक्ते वह्निव्याप्तिविशिष्टधूमः पर्वते इति ज्ञानं जायते जायते तस्य नाम का वह्निव्याप्तिविशिष्टधूमः पर्वते इति ज्ञानस्य नाम का व्याप्तिज्ञानम् परामर्शज्ञानं समीचीनं परामर्शज्ञानम् अस्तु एकनिमिषं न वस्तुतः अत्र उपनयवाक्यं श्रुत्वा परामर्शज्ञानं न जायते अत्र किञ्चित् इतोपि एकं स्तरमस्ति भवतु अग्रे पश्येत् पठतु इह तथा इत्यस्य खटकेन तत्पदेन व्याप्तिविशिष्टः धूमः बोध्यते तथा इत्यस्य तथा इत्यत्र यः थाल् प्रत्ययः अस्ति सः आश्रयत्वं बोधयति अयम् इति सर्वनाम पर्वतः बोधकम् पर्वतः नास्ति अयम् इति सर्वनाम पर्वतबोधकम् तस्य च पुरोवर्तित्वात् तदा चाह आहत्य पर्वतः वह्निव्याप्य धूमवान् इति बोधः जायते यथा तथा इत्यत्र खडगे इत्यत्र खडगेन तथा इत्यस्य खडगेन तत्पदेन व्याप्तिविशिष्टः धूमः बोध्यते तदा च अयम् इति इत्यस्य घटकेन तत्पदेन इत्यस्य अर्थः कः अस्मिन् वाक्ये यद् तदा इति पदमस्ति तत् तत् योगः धाल् प्रत्ययः अत्र यद् तद् इति अस्ति तद् तत्पदेन व्याप्तिविशिष्टः धूमः बोध्यते इति उत्तमं तर्हि तथा इति पदं पदे तत्पदं घटितमस्ति तथा इति पदे अव्यये तत् इति पदं घटितमस्ति तत् योगः थाल् इति प्रत्ययः अस्तु अग्रे वदतु तथा इत्यत्र यः थाल् प्रत्ययः अस्ति सः आश्रयत्वं बोध्यति आश्रयत्वं धूमस्य आश्रयत्वं पर्वते अस्ति खलु आश्रयत्वम् अयम् इति सर्वनाम पर्वतबोधकम् अपि इदानीम् अनेन तथा च अयम् इति यदा उक्तं तादृश वह्निव्याप्य धूमः पर्वते अस्ति इति ज्ञानं श्रोतरि मनसि आगच्छति अस्तु तर्हि पुनः वदतु तथा च अयं तथा इति पदेन किं बोध्यम् अयम् इति पदेन किं बोध्यम् तदा इति पदेन व्याप्तिविशिष्टधूमः बोध्यते नास्ति धूमः न बोध्यते वह्निव्याप्य धूमः तथा इति पदेन न बोध्यते वा अस्तु तथा इत्यत्र यः थाल् प्रत्ययः अस्ति सः आश्रयत्वं बोधयति तादृश आश्रयत्वं कुत्र अस्ति पर्वते अस्ति तर्हि धूमः बोध्यति इति भवत्या उक्तं खलु धूमः पर्वते बोध्यति समीचीनतया वदतु तथा इति पदेन किम् अवगतम् तथा इति पदेन व्याप्तिविशिष्टधूमः पर्वते इति तस्य आश्रयः पर्वतः इति वह्निव्याप्यधूमः पर्वते व्याप्तिविशिष्टधूम आश्रयत्वं पर्वते अस्ति इति उक्त इति बोध बोधः तथा इति पदेन आश्रयत्वस्य बोधः पर्वते विद्यमान आश्रयत्वस्य बोधः अयम् इति पदेन तद् तादृशपर्वतः एव इति एतत् पर्वतम् इति वा अयम् इति पदेन आश्रयस्य बोधः तथा इति पदेन आश्रयत्वस्य बोधः ओ एवम् इति लघुभेदः अस्ति आश्रयस्य आश्रयत्वस्य पर्वतम् एव आश्रयः खलु पर्वतः आश्रयः तर्हि अयं पुरोवर्ति अत्र अयम् अत्र पुरोवर्ति इति किमर्थं लिखितम् पुरोवर्तित्वात् इति पूर्ववर्ती इति कृत्वा वा न बुद्धं महोदय अस्तु अयम् इति पदं कुत्र प्रयोगं करोति अयम् इति सर्वनामशब्दं शब्दस्य प्रयोगः कुत्र क्रियते यः अस्माकं पुरतः अस्ति तदर्थम् अयम् इति उक्तं खलु इत्युक्ते इदानीं कैलासः कुत्रचित् अस्ति अयं कैलासः इति भवतीं बोधयामि वा अहं न खलु तर्हि पूर्ववर्ती अत्र अयम् इति पदं मूलग्रन्थे प्रयुक्तं तथा च अयम् तर्हि इदानीं यः परामर्श अनुमानं करोति सः पर्वतस्य पुरतः अस्ति इति अवगन्तव्यं न तु तस्य तस्य तस्य गृहे बुद्धं वा अत्र केवलम् अयम् इति पदं प्रयुक्तं खलु आं प्रयुक्तम् इदानीं बुद्धं हा अस्तु अस्तु समीचीनं अपि च अत्र हा वदतु तथा च आहत्य पर्वतः वह्निव्याप्य धूमवान् इति बोधः जायते पर्वतः वह्निव्याप्य धूमवान् इति बोधः जायते तथा च अयम् किन्तु पर्वतः वह्निव्याप्य धूमवान् इति बोधः जायते इति चेत् तत्र इदानीं परामर्शः जातः इति भाति किन्तु तस्य परिशीलना करणीया अस्ति यदि उपनयवाक्यं श्रुत्वा एव परामर्शज्ञानं जायते तर्हि इदानीं परामर्शज्ञानमस्ति चेत् अग्रिमक्षणे अनुमितिः भवेत् खलु आं भवेत् तर्हि पञ्चमवाक्यस्य आवश्यकता का पञ्चमवाक्यं किं निगमनवाक्यमस्ति खलु तर्हि चतुर्थवाक्यं श्रुत्वा एव यदि मम मनसि परामर्शः जायते तर्हि पञ्चमवाक्यस्य आवश्यकता एव नास्ति खलु इदानीम् अनुमानमस्ति चेत् अनुमितिः जायते एव तर्हि अत्र किञ्चित् चिन्तनीयमस्ति भवतु अग्रे धेतोः द्वौ गुणौ इति पाठः अस्ति तत् पठित्वा किञ्चिदेव परिष्कारः करणीयः अत्र अस्तु एतावत्पर्यन्तं प्रश्नाः सन्ति वा कस्यापि you know, I could have just glossed over this. Astu, atra samapayami, tadanantaram kinchit vadami. Nimishadvayameva asti iti krutva. Astu, sarvepya namaskaraha, dhanyavadascha.